Fuck. What the hell happened here? नमस्कारः महोदय। नमस्ते। नूतनं मुखम् अत्र मुखद्वयम् अथवा त्रयं दृश्यते। अस्तु, विनायकः महोदयः, कम्बोजोपो अभिषेकः। अस्तु, अनन्तरं शुभा भगिनी। पूर्वम् अभिषेकमहोदयः आगतवान् किम् अस्मिन् वर्गे? बहु कालात् पूर्वम् इति तत् भवति। अस्तु, अद्र क्षम्यताम्, अद्य मम किञ्चित् अस्वास्थ्यमस्ति, बहु कासः पिनसः सर्वमस्ति, अतः अहं किञ्चिदेव वदामि, तदपि केवलं 15 निमेषान् यावत् पर्याप्तम्। अद्य समयः अपि नास्ति, अनन्तरं केवलम् उपस्थापनरीत्या तावदेव। तत्तु अहं पूर्वमेव प्रेषितवती खलु, प्राप्तं खलु तत्तु? आम् आम् महोदय। तत्र सङ्ग्रहेण उपस्थापनरीत्या दत्तमस्ति, तस्यापि प्रथमभागं पठतु पर्याप्तं, प्रार्थना समाप्ता चेत्। यतः अत्र तस्य उट्टङ्कनाद् अनन्तरमपि मया अनेके विषयाः सङ्गृहीताः सन्ति। तत्र तु अत्र अलङ्कारशास्त्रस्य तस्य किञ्चिदिव तस्य चरित्रं तदपि वक्तुं शक्नुमः। अनन्तरं तत् कथं तस्य वर्धनं कथम् अभवत्, एतत् सर्वं मया प्राप्तं, तत् सर्वम् अनन्तरम् अग्रिमसप्ताहात् वर्गस्य नियतरूपेण वर्गारम्भस्य दिने अहं वदामि। इदानीं केवलं करपत्रे यदस्ति तत् पठित्वा वयं विरमामः। मम किञ्चिदिव अस्वास्थ्यमस्ति इति कारणात् अधिकं वक्तुमपि अहं न शक्नोमि अद्य इति। विजयदशमी इति कारणात् अद्य प्रारम्भः भवतु इति मम आशयः। भवतु किं तथा? आम् आम् महोदय। आम् महोदय, अत्र प्रार्थना समाप्ता चेत्। न वदामि। अस्तु। ॐ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। सरस्वति नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं। हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम्। अद्य ज्ञानानन्दमयं देवम् इति श्लोकमपि वदन्तु सर्वे। हयग्रीवाराधनं ह्यः एव अभवत् खलु, अतः तं श्लोकमपि वदतु। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् निर्मलस्फटिकाकृतिम् आधारं आधारं सर्वविद्यानां सर्वविद्यानां हयग्रीवं भास्महे, हयग्रीवोपास्महे। श्रीहयग्रीवाय नमः। वयं साधारणतया महानवमी दिने अस्माकं पद्धतिः हयग्रीवाराधनं सरस्वतीपूजा द्वयमपि क्रियते। अनन्तरम् आयुधपूजा इति तत्तु शास्त्ररीत्या इति न केवलं तत् सम्प्रदायरीत्या भवति। तत्र हयग्रीवाराधनस्य दिने तत् कश्चन क्रमः भवति, तदर्थं किञ्चित् सङ्कल्पं स्वीकृत्य आराधनं कृत्वा ज्ञानानन्दमयं देवम् इति श्लोकम् अष्टोत्तरशतवारं वयं किञ्चित् जपरीत्या कुर्मः। तदनन्तरं विजयदशमीदिने पुनः पूजा इति कृत्वा किञ्चिदिव किमपि पठामः, सरस्वती नमस्तुभ्यं तत्सर्वम् उक्त्वा एवं काचन पद्धतिः वर्तते अस्माकम्. अतः एव ह्यः अपि बहु कार्यमासीत् गृहे पूजारीत्या. भवतु, इदानीं वयं कर्णाटकदेशीया इत्यपि कारणेन वदामि. मैसूरु दसरा मध्ये कथं सञ्जातं सर्वं बहु सम्यक् आसीत् इति श्रुतं मया. भवन्तः चित्रे दृष्टवन्तः वा? नो चेत् अहं प्रेषयिष्यामि, तत्र कुत्रापि अस्ति. बहु सम्यक् आसीत् इति दसरा. भवतु, एतत् भिन्नविषयः. केवलं किञ्चिदिव परस्परपरिचयं कुर्वन्तु. तत्पूर्वम् एवं किञ्चित् सम्भाषणेन मनसि उल्लासः भवति, तदनन्तरं वयं विद्यारम्भं करिष्यामः. भवतु वा? नूतनजनानां परिचयः भवतु. अस्तु, हरि ओम्. अहमस्मि अभिषेकः, छात्रः एव अस्मि. एतावदेव, अधिकं किमपि वक्तव्यं मत् समीपे नास्ति. पूर्वं जाह्नवीशिबिरम् आगतवान् वा एकवारम्? बहुवारम् आगतवान्. बहुवारं भवतु, यदा अहं प्राणवर्गं पाठयन्ती आसम् आमामां तदा भवान् आसीत् इति मन्ये. मुखं किञ्चित् परिचितं दृश्यते. आं शारदा महोदय, सत्यमेव महोदय, सत्यमेव उक्तवती. यदा एकचक्रम् इति नाटकं एकचक्रनाटकस्य पाठितवती. अस्तु, तदनन्तरं संस्कृतपठनम् अनुवर्त्यते वा भवता? गते संवत्सरे तु नाभवत्, परन्तु तस्मात् पूर्वं तु सम्यक् रीत्या मम पठनं आसीत् एव. परन्तु गतसंवत्सरे किञ्चित् कारणवशात् मया मम पठनं स्थगनम् अभवत्. इदानीं पुनरारब्धुम् उत्सुको अस्मि इति कारणात् एव. उत्तमम्. इदानीं भवता उच्यते किं, विनायकः वा अथवा हरिमहोदयः वा? केनापि हरिमहोदयम् अपि अहं दृष्टवती इति मन्ये, परन्तु सम्यक् स्मरणे न भवति. भवतः हरिमहोदय म्यूट् मध्ये अस्ति प्रायशः. अनाक् महोदय वदतु. इदानीं श्रूयते? श्रूयते. हरि ओम्. नमः सर्वेभ्यः. मम नाम हरिः. अहं विंडसर् नगरे केनडाराज्ये वसामि. सप्तवर्षेभ्यः पूर्वं संस्कृतस्य परिचयः जातः. तदारभ्य यथाशक्ति अध्ययनं क्रियते. इदानीं किञ्चित् व्याकरणं काव्यं च अधीयते. तावदेव. हरि ओम्. काव्यपठनमपि कृतं किम्? इदानीं क्रियमाणं किञ्चित् शिवराजविजयः, पञ्चतन्त्रम् इत्यादि इदानीम् अधीयते. अस्तु, अनन्तरं भगिनी. नमस्ते, मम नाम शुभा, अहं डालस् नगरे वसामि. अधुना प्रौढद्वितीयस्तरं पाठयामि. गीताप्रवेशस्य द्वितीयभागं पठिष्यामि. अस्तु, बहुवर्षेभ्यः आरभ्य भवती तत्र एव अस्ति किं, डलस् नगरे? आम्. प्रायः मां जानीयात् भवती. नाम तु कृतवती एव, किन्तु कदापि परिचयः न प्राप्तः. मुखतः परिचयः नासीत्, अस्तु, चिन्ता नास्ति. यतः डलस् नगरे वयं प्रायः 20 वर्षाणि यावत् उषितवन्तः. तदनन्तरम् इदानीं मम पुत्रः तत्र अस्ति, वैद्यः. तस्य हर्षीनगरे इदानीं चेर्मन् अस्ति वैद्यालये, पेन् स्टेट् मेडिकल् सेण्टर् तत्र. अतः तत्र स्थलपरिवर्तनम् अभवत्. पेन्सिल्वेनिया हर्षि तत्र अस्ति. वयं तु 5 वर्षेभ्यः पूर्वमेव अत्र आगतवन्तः. तावदेव? बहुकालम् अतः अतः प्रमेयः एव नास्ति, नास्ति प्रसक्तिः नास्ति मम मया सह मेलनस्य प्रसक्तिः नास्ति इति मन्ये. अस्तु, महोदय, विनायकमहोदय. नमस्ते. नमस्ते महोदय, मम नाम विनायकः, पोर्ट्लैण्ड् नगरतः अस्मि. ओरिगन् राज्ये पोर्ट्लैण्ड् इति नगरं तत्रतः अस्मि. प्रायशः 5 वर्षात् पूर्वं संस्कृतभाषायाः परिचयः अभवत्. तदनन्तरम् अत्र पोर्ट्लैण्ड् नगरे संयोजकगणे अपि युक्तः अस्मि. यावत् शक्यं पोर्ट्लैंड इति नगरं वा कस्मिन् पोर्ट्लैण्ड् इति राज्ये? नगरम्, ओरिगन् इति राज्यं, सत्यम्. अस्तु अस्तु. सियाटल् तः घण्टात्रयं भविष्यति भगिनि. अस्तु. इदानीं तत् उद्घाटयति किं महोदय? करपत्रस्य उद्घाटनं भवति चेत् दृश्यते अधुना? न किञ्चित् बृहत् करणीयं भवति इतोपि. भवान् पठति किं महोदय? हा कुवलयानन्दः. विशेषश्लोकाः विषयाश्च अत्र इतर एकक्षणम्, अहं केवलं प्रायः द्वित्राणि वाक्यानि वदामि. अत्र अलङ्कारशास्त्रम् इति अस्य शास्त्रस्य नाम किमर्थम् आगतम्, अनन्तरं तस्य शास्त्रस्य नियतरूपेण विस्तारेण क्रमेण तस्य शास्त्रस्य विषयाः कथं सञ्जाताः, कदा आरब्धाः इति एतत् सर्वं किञ्चित् अहं मया वक्तव्यमस्ति, परन्तु अद्य मया न शक्यते इति कारणेन अहं केवलं सङ्ग्रहेण द्वित्राणि वाक्यानि वदामि. इदानीं यदा अलङ्काराः इति वदामः, वयं मनसि प्रथमं यत् आगच्छति उपमा अलङ्कारः एव आगच्छति खलु. किमर्थम् अलङ्कारः इति उक्तं? तत्र सौन्दर्यम् अस्ति एव, श्लोकेषु सौन्दर्यम् अस्ति एव, परन्तु तस्य सौन्दर्यस्य अभिवृद्ध्यर्थम् इतोपि कानिचन भूषणानि तत्र स्थापितानि भवन्ति. यदा मनुष्याणां देहस्य सौन्दर्यं भिन्नभिन्नरूपे वर्तते खलु, तेषां गुणैः, अलङ्कारादिभिः, आभरणैः, तेषाम् उक्तिभिः, सर्वत्र अलङ्काराः सन्ति एव. अतः अत्र श्लोके अपि इदानीं वयं एकम् उदाहरणं वयं पठितवन्तः, सर्वेषु वर्गेषु एषः पाठः वर्तते एव. यदा केचन पण्डिताः आगताः, भोजराजस्य सभाम् आगताः, तेषां पाण्डित्यमासीत् परन्तु कविप्रतिभा, कविताप्रतिभा नासीत्. तत् के बहु कष्टेन, बहु दरिद्राः अपि आसन्, केवलं बहु कष्टेन एकं श्लोकं, श्लोकस्य अर्धभागं, पूर्वभागं रचितवन्तः. तत् जानन्ति तां कथां सर्वे खलु, जानन्ति खलु? भोजनं अहं देहि भोजनं देहि राजेन्द्र राजेन्द्र घृतसूपसमन्वितम्, धृतरूपसमन्वितम् इति प्रथमपादं द्वितीयपादं कृतवन्तः. तत्र तेषाम् उद्देशः कः आसीत्? भोजनस्य एव चिन्ता अस्ति, किञ्चिदपि धनं नास्ति, निर्गतिकाः पण्डिताः, पाण्डित्यम् आसीत् परन्तु कवितासामर्थ्यं न आसीत्. परन्तु तत्र तस्य उत्तरार्धभागं रचयितुं तेषां शक्तिः न आसीत्. तदा बहु चिन्तितवन्तः, चिन्तयन्तः आसन्, तदा अकस्मात् तत्र कालिदासः आगतवान्. सः एतेषां पण्डितानां स्थितिं दृष्ट्वा साहाय्यं कृतवान्, किमर्थम् एवं चिन्तयन्ति, अहं ददामि, तत् स्वीकृत्य गच्छतु, महाराजं प्रति गच्छतु, यथेच्छं धनं प्राप्नुवन्तु इति. तत्र सः योजितवान् तत्र भोजनं देहि राजेन्द्र घृतरूपसम्बन्धितं बहु बहु साधारणं भवति. अत्र किञ्चिदिव किम् अग्रिमां पङ्क्तिं वदन्ति किं, के स्मरन्ति किम्? माहिषं च किमपि शरच्चन्द्रचन्द्रिका धवलं दधि. तत्र माहिषं अनन्तरं माहिषं च शरच्चन्द्रचन्द्रिका धवलं चन्द्रिकाधवलं दधि. दधि आमाम् अवगतं खलु. इदानीं तत्र केवलं घृतरूपसमन्वितं भोजनं दधि इति उक्तं, तत्र दधि दध्नः विषयः नास्ति, दधि नास्ति, परन्तु केवलं तत् भोजनं न पर्याप्तं, दधिोदनमपि इष्टम् इति चिन्तयित्वा दधिोदनम् इति बहु साधारणशब्दः, तथा वक्तुं सः न इष्टवान्. सः कविः खलु, प्रसिद्धकविः, अतः तस्य दध्नः वर्णनमेव कृतवान्, माहिषञ्च शरश्चन्द्रचन्द्रिकाधवलं दधि इति. दधि अन्ते आगच्छति, तत्र साधारणतया महिष, भारतदेशे महिषाः भवन्ति खलु, तत् तेषां दुग्धं बहु स्निग्धं भवति, अत तेन रचितं दधि अपि बहु रुचिकरं भवति इति सर्वे जानन्ति. तमिळ्भाषां जानन्ति चेत् एर्मे तैर् एर्मे पाल् तैर् इति वदन्ति, जानन्ति खलु. अतः तत्र तत्तु बहु श्वेतवर्णं वर्णीयं भवति तद्दधि, अनन्तरं स्निग्धमपि भवति. तस्य श्वेतवर्णः कथं भवति इत्युक्ते शरश्चन्द्रचन्द्रिकादवलं, शरत्कालस्य चन्द्रस्य पूर्णिमादिने, पूर्णिमायां तिथौ सौन्दर्यं बहु सम्यक् भवति, सर्वत्र श्वेतवर्णः एव. तादृशधवलवर्णयुक्तं दधि यत् स्निग्धमपि अस्ति, तत् तादृशं दधिपि ददातु इति, केवलं दधि ददातु इति न उक्तवान्. दध्नः वर्णनं तावन्ति पदानि उपयुज्य बहु सौन्दर्यं स्थापितवान् तस्मिन् श्लोके, अर्ध उत्तरार्धभागे. तत्तु तेन तस्य सौन्दर्यस्य सौन्दर्यम् अधिकम् अभवत्, शब्दसौन्दर्यं वा भवतु अर्थसौन्दर्यं वा भवतु, अधिकं जातं. तत्र जनानाम् अभिरुचिः अपि बहु आसीत्, सम्यक् अनुभूतवन्तः जनाः. राज्यसभां गत्वा तत्र भोजराजः बहु चतुरः, कालिदासस्य सामर्थ्यं सर्वं ज्ञातवान् एव खलु, तस्य आस्थानकविः कालिदासः. सः उक्तवान् एव, अत्र पूर्वभागस्य कृते किमपि न ददामि इति, उत्तरभागस्य कृते एव बहुमानं ददामि इति उक्तवान्, किञ्चित् दत्तवान्. अनन्तरं सः पृष्टवान्, अहं जानामि भवता न कृतम् एतत् उत्तरार्धभागः न कृतः भवद्भिः, अतः सत्यं वदन्तु इति. अतः ते बहु भीताः अभवन्, परन्तु सत्यम् उक्तवन्तः एव. अतः तत्र अस्ति सौन्दर्यं, तत्र कथं कृतवान् एतस्य दध्नः वर्णनम् एतेषु पदेषु स्थापयित्वा तावता सौन्दर्येण तस्य श्लोकस्य पूर्णं कृतवान्, पूरितवान् खलु, तदेव अलङ्कारः, सः एव अलङ्कारः इति. अत्र भिन्नभिन्नविधे सः अलङ्कारः क्रियते श्लोकेषु सौन्दर्यं वर्धयितुं. सौन्दर्यस्य वर्धनार्थम् इत्युक्ते न केवलम् शब्दसौन्दर्यम्, अर्थसौन्दर्यम् इतोपि मुख्यं भवति. एवं तत्कृते पूर्वमेव अलङ्कारशास्त्रम् इति नाम्ना इति न, इदानीं वाल्मीकिरामायणं सर्वे पठितवन्तः, तत्र कियन्तः उपमा अलङ्काराः सन्ति इति जानन्ति खलु. सर्वत्र अस्ति, गगनं गगनाकारं, सागरं सागराकारम् इति, सागरो सागरोपमः, रामरावणयोर्युद्धं रावणम् रामरावणयोर्युद्धमिव इति भवति खलु, तत्रापि अलङ्कारः अस्ति. इत्युक्ते तत्र विषयः अधिकः नास्ति, परन्तु शब्दस्य, शब्दानां स्थापनं, श्लोकस्य अलङ्कारः कथं क्रियते इति सर्वे जानन्ति, सः एव अलङ्कारः. तदर्थं पुराणकालेषु तत् सर्वत्र आसीत् चेदपि, अलङ्कारः आसीत् चेदपि, तत्र तस्य विश्लेषणं, तेषां नाम, एवम् एकस्य द्वयोः अलङ्कारयोः मध्ये वैविध्यं, व्यत्यासः, भेदः कथं भवति, अत्र किमस्ति अत्र किं नास्ति, एवं पूर्णतया विश्लेषणं कृत्वा अलङ्काराणां नामानि अपि स्थापयित्वा ग्रन्थः रचितः प्रथमं जयदेवः इति कविना. चन्द्रालोकः इति तस्य शास्त्रस्य नाम, परन्तु तत्र केवलं 100 अलङ्कारान् सः योजितवान् आसीत्, अधिक उदाहरणानि न आसन्। अनन्तरं यदा अनन्तरं समकालीनः एव अप्पय्यदीक्षितः एव, अप्पय्यदीक्षितः कः, किं रचितवान् सः? कुवलयानन्दस्य हा रचयति। हा, अस्य वर्गस्य विषयः एव खलु कुवलयानन्दस्य, स च कुवलयानन्दग्रन्थं रचितवान् अप्पय्यदीक्षितः। सः जयदेवस्य चन्द्रालोकम् आधारीकृत्य एव तत्र इतोपि किञ्चित् 20 श्लोकान् अधिकतया योजयित्वा तत्र एकस्मिन् विधे एकं क्रमम् अनुसृत्य कृतवान्। तत्र श्लोकस्य पूर्वार्धभागे लक्षणम्, उत्तरभागे लक्ष्यं, लक्ष्यलक्षणसङ्ग्रहः इति। इत्युक्ते इदानीं यदा पठन्ति भवन्तः एव जानन्ति, उपमा इति अलङ्कारस्य लक्षणं प्रथमभागे, अनन्तरं तदर्थम् उदाहरणं द्वितीयभागे, एवं योजितवान् अप्पय्यदीक्षितः। सर्वेषु श्लोकेषु एवमेव अस्ति। तत् ये सर्वे केवलम् अपरिचितानां वा इदानीमिदानीमेव ये अलङ्कारशास्त्रस्य अवगमनं कृतवन्तः, इत्युक्ते ते बालाः इति वा, ज्येष्ठाः वयसा ज्येष्ठाः चेदपि ज्ञानेन ते बालाः इत्येव वक्तव्यं खलु। अतः तादृशबालानाम् अवगाहनार्थम् एतत् अहं रचितवान् इति श्लोके एव वदति। तत्सर्वम् अनन्तरं पठामः। अत्र प्रथमं श्लोकम् यत् किञ्चिदिव उपस्थापनं दत्तवती, इतोपि अस्ति, अहम् अग्रिमे वर्गे ददामि, दास्यामि। अस्तु, यत्र पठ्यताम् हा, श्लोकं इतरत्र विशेषतया दृष्टाः केचन श्लोकाः अत्र दत्ताः सन्ति। उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथा रुचि गृह्यमाणः यः इतोपि किञ्चित् बृहत् करोति किं फाण्ट्, बहु सूक्ष्मम् अस्ति, येन अहमेव न कृतवती, क्षम्यताम्, ओ मया एव दोषः कृतः, मिनिमैस् कृतवती आसम्, ओ इदानीं दृश्यते, पर्याप्तं पर्याप्तम्, अहं चिन्तितवान् इतोपि भ्रां करोमि चेत् एकैकम् अक्षरं दृश्यते। अस्तु, उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथा रुचि गृह्यमाणः यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः। पुनः एकवारं पठति किम्। उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथा रुचि गृह्यमाणः यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः। यः अर्थः धन्यैः योगकलया हृदयाब्जकोशम् उद्घाट्य चिरादपि यथा रुचि गृह्यमाणः अविरतं प्रस्फुरति सः परिपूर्णरूपः मुकुन्दः मे शाश्वतिकं श्रेयः दिशतु। तत्र केवलं तत्र यानि पदानि सन्ति अर्थानुसारं तानि पदानि अत्र योजितानि तावदेव। तस्य अर्थं इदानीं सर्वे अवगच्छन्ति खलु। अत्र वक्तव्यं किमपि अस्ति वा, कोऽपि प्रश्नः अस्ति अस्ति किम्? तत्र हृदयाब्जकोशम् इति शकारः दत्तः, अत्र हृदयम् इति अब्जम्, अब्जम् इत्युक्ते कमलं, तत्र कोशरीत्या भवति इति, इत्युक्ते इतोपि कमलं भवति चेदपि इतोपि मुकुलरीत्या एव भवति, कोशरीत्या कवचरीत्या भवति। योगिनः किं कुर्वन्ति, तेषां योगशक्त्या, योगकलया, योगकला योगशक्त्या, योगिनः तस्य उद्घाटनं कुर्वन्ति, हृदयाब्ज हृदयं सम्यक् विकासयति इति अर्थः। इत्युक्ते हृदयस्य विकासनं कथम् अहं न कर्तुम् अहं न शक्नोमि, अन्यन् साधारणजनाः न शक्ताः भवन्ति खलु. हृदययोगिनः ध्यानेन, अविरतध्यानेन तेषां हृदयकमले देवं पश्यति, परमात्मानं पश्यन्ति योगिनः. तदेव हृदयाब्जकोशस्य उद्घाटनं केन द्वारा? योगकलाद्वारा. अथ योगकलया तेषां हृदयाब्जकोशम् उद्घाट्य गृह्यमाणः सः देवः अनुभूयमानः अस्ति, गृह्यमाणः अस्ति. कैः? योगिभिः. ते कीदृशाः योगिनः? धन्याः योगिनः. तादृशैः धन्यैः योगिभिः तेषां हृदयाब्जकोशं योगकलया उद्घाट्य यथारुचि गृह्यमाणः. यथारुचि इत्युक्ते ते तत्र यः देवः अस्ति, अहं रामं द्रष्टुम् इच्छामि इत्युक्ते रामेण, रामरूपेण आगच्छति. कृष्णं द्रष्टुम् इच्छामि इति चेत् कृष्णरूपेण आगच्छति. अतः तेषां यथारुचि गृह्यमाणः, तेषां रुचिम् अनुसृत्य, अभिरुचिम् अनुसृत्य ते गृह्णन्ति देवं. ता गृह्यमाणः कः? सः मुकुन्दः. अनन्तरं सः किं करोति पुनः? किं कुरत् करोति सः पुनः? अविरतं प्रस्फुरति, अविरतं प्रस्फुरति सः मुकुन्दः मे श्रेयः दिशतु. कीदृशं श्रेयः? शाश्वतिकं श्रेयः दिशतु सः मुकुन्दः दिशतु इति. अत्र यदा अहं प्रस्तावनां वदामि तदा वक्तुं शक्नोमि, परन्तु केवलम् अप्पय्यदीक्षितः बहु तीव्र अद्वैतवादी अपि. यद्यपि सः जन्मना वैष्णवः इति उच्यते, तस्य पूर्वचरितं पश्यामश्चेत् सः अद्वैतसिद्धान्ती अपि, परन्तु सः अत्र कुवलयानन्दग्रन्थे मुकुन्दस्य विषयं, कृष्णस्य विषयम् उक्त्वा नमनं कृतवान् अस्ति इति कवेः विषये दत्तमस्ति, कश्चन विषयः अस्ति. अस्तु, एतत्तु प्रथमः श्लोकः. प्रथमः श्लोकः इत्युक्ते अलङ्कारशास्त्रस्य इति न, केवलं देवनमनम् इति कारणेन वदामि. अनन्तरं तस्य उद्देशं वदति अग्रिमश्लोके. येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः प्रायस्त एवेतरेषां त्वभिनवा विरच्यन्ते. आर्यातिभाति. तत्र पदविभागं करोति. हा, येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः प्रायः ते एव इतरेषां तु अभिनवाः विरच्यन्ते. अन्वयक्रमपि पठतु. हा, चन्द्रालोके येषाम् अलङ्काराणां लक्ष्यलक्षणश्लोकाः दृश्यन्ते प्रायः तेषां कृते ते श्लोकाः एव अत्रापि दत्ताः. इतरेषां तु अभिनवाः विरच्यन्ते. अत्र अपयदीक्षितस्य उद्देशः यत् ये श्लोकाः, शतं श्लोकाः चन्द्रालोके आसन् तान् स्वीकृतवान्. तत्र सर्वत्र उदाहरणानि न आसन्, प्रायः लक्षणानि आसन् इति मन्येन अहं चन्द्रालोकस्य श्लोकं न पठितवती अस्मि. केचन तथा कांश्चन श्लोकान् तथा एव स्थापितवान् अत्र उदाहरणेन सह ये ये श्लोकाः आसन्. अनन्तरम् इतरेषां श्लोकानां कृते सः उदाहरणं रचयित्वा स्थापितवान् अस्ति. अतः एव सः उक्तवान् लक्ष्यलक्षणश्लोकाः. प्रथमभागे लक्षणानि, द्वितीयभागे लक्ष्यम् इत्युक्ते उदाहरणम् इति उच्यते. तत् श्लोकस्य लक्षणं तथा उच्यते. अनन्तरं तेषां श्लोकानां कृते उदाहरणानि न दृष्टानि चेत् एषः एव विरचय्य, उदाहरणानि विरचय्य योजितवान्. तस्य उद्देशं यत् यत् तेन कृतं तत् तत्र उक्तवान् अस्तु. इदानीं समयः मया अभवत् चेत् अहं आम् चिन्तयामि आम् विरमामः इति. नववादनम् अभवत्, भवतां आम् अध्यापकवर्गः अस्ति. अस्तु, आम् आम् श्लोकद्वयं पठितम्. अग्रिमसोमवासरात् आरभ्य वयं यथापूर्वं नववादने मेलिष्यामः. सर्वैः सर्वेषां कृते सुस्वागतम् अस्मिन् वर्गे. भवतु, धन्यवादाः. धन्यवादाः महोदय. धन्यवादः धन्यवादाः. शुभरात्रिः, धन्यवादाः. विजयलक्ष्मी, शुभाशयाः. शुभाशयः. शान्तिमन्त्रं वदामि. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. शुभरात्रिः. धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः.